नमस्ते, अद्य अस्माकं विषयः अस्ति अङ्गसिद्धतिङ् प्रत्ययानां संयोजनम् अदन्त अङ्गानाम् इति विषये. गतसप्ताहे वयं परस्मैपदी प्रत्ययानां विषये परिशीलितवन्तः. अद्य तस्य पुनरावलोकनम् अनन्तरं आत्मनेपदी प्रत्ययानां संयोजनमपि कथं भवति इति परिशीलयामः. वयं माहेश्वरसूत्राणि तिङ्प्रत्ययाः उक्त्वा प्रारम्भं कुर्मः. सर्वे मिलित्वा वदन्तु. ऐ उण् इवुण् लृक् लृङ् एवोङ् ऐ औच् औच् अयवरट् रट् लण् झभै घडदश् जबगडदश् फ छ ठ थ झटतौ कपै सर् माहेश्वराणि सूत्राणि आतां झ इति सिद्ध इति तिङ्प्रत्ययाः मूलतिङ्प्रत्ययाः अस्तु इति मूलतिङ्प्रत्ययाः अस्तु. इदानीं वयं परस्मैपदी प्रत्ययानां विषये परिशीलयामः. पठ पठ इति अङ्गं स्वीकृत्य प्रथमं लट् लोट् लङ् विधि लङ् लिङ् लकारे तस्य रूपाणि कथं तस्य केन सूत्रेण भवति इति एकैकं परिशीलयामः. प्रथमं हेमा भगिनी लट् लकारस्य पठ इति इत्यस्य प्रथमपुरुषरूपाणि तस्य केन सूत्रेण भवति इत्यपि वदतु. अस्तु भगिनि, पठ इति अङ्गमस्ति. स्तिप् योजयित्वा यत्र अकारः लोपः भवति पटयोगः ति पठति इति रूपं प्राप्नोति. अग्रे पटयोगः तः कस्य लोपः भवति पुनः वदतु. तिप् मूलप्रत्यये तिप् आं मूलप्रत्ययः इदानीं मास्तु. पठति पटयोगः पठति पटयोगः तः पठतः पटयोगः अन्ति पठन्ति इति भवति. यतोहि पठयोगः अन्ति सवर्णदीर्घस्य प्रसक्तिः अस्ति अत्र, परन्तु अतोगुणे इति सूत्र कार्यं करोति. अत्र पर अकारः एव तिष्ठति न तु पूर्वस्य. अतोगुणे किमर्थं तत्र कार्यं करोति, मुख्यकारणं किम्? एकं तु अस्ति पठ पदं नास्ति अपदान्तात्, अपदान्त अकारः इति कारणेन अतोगुणे एव कार्यं करोति तावदेव. अस्तु, नूतनः कोऽपि आगतवान् वा? ध्वनिः श्रुतम् अतः एव पृच्छामि. अस्तु, रामप्रिया भगिनी मध्यमपुरुषस्य वदति वा? आं भगिनि, पट मध्यमपुरुष एकवचनं पटयोगसि पठसि, पट द्विवचनं पटयोगतः पठतः, बहुवचनं पटयोगत पठत. केवलं वर्णमेलनम् एव सूत्रं किमपि नास्ति अत्र, वर्णमेलनमपि नास्ति, केवलं संयोजनमेव संयोजनमेव. अस्तु, सुब्रह्मण्यमहोदय उत्तमपुरुषस्य मेलनम् संयोजनम् इति वर्णमेलनम् इत्युक्ते यथा यत्र कोऽपि अम् इति मकारः अस्ति, अग्रे अकारः अस्ति, तत्र मकारस्य अकारस्य योजयित्वा मा इति यदा भवति तदा वर्णमेलनम् इति वक्तुं शक्नुमः. अवगच्छति? आम्, परन्तु अत्र केवलं संयोजनं, वर्णमेलनमपि न भवति. महोदय वदति वा उत्तमपुरुषस्य? आं भगिनि, पठयोगः मि पठामि अत्र अतो दीर्घो यणि इत्यस्य प्रसक्तिः अपि कार्यमपि अस्ति. अत्र पठ अत्र अकारः अस्ति, अनन्तरं मकारः मकारः अस्ति, परन्तु कस्य अकारः? कस्य अकारः? अत्र अङ्गस्य अङ्गस्य अकारः अङ्गस्य अकारः अस्ति. अङ्गकार्यम् इति मनसि भवेत्, यतोहि सन्दर्भे कदाचित् सन्धिकार्यं भवति, कदाचित् अङ्गकार्यं भवति. अतो गुणे तु पठन्ति, अकसवर्णे दीर्घः, तद् अतो गुणे सर्वं सन्धिकार्यम् अस्ति. अतः यत्र अङ्गकार्यं भवति तत्र स्पष्टतया अतो दीर्घो यञि अस्ति, अत्र अकारान्तम् अङ्गम् अस्ति. अत्र अतः अङ्गस्य दीर्घः यणि सार्वधातुके इति अस्ति अत्र अनुवृत्तिसहितसूत्रं, तत्तु अङ्गनिमित्तिककार्यमस्ति. अनन्तरम् अत्र मकारः यणि प्रत्याहारे अस्ति, तत्कारणात् पठयोगः मि पठामि अत्र दीर्घ अकारः आगच्छति. अनन्तरं मि अपि सार्वधातुकप्रत्ययः अस्ति. मि सार्वधातुकप्रत्ययः अपि अस्ति, तत्कारणात् अकारान्तमङ्गम् अस्ति. मि मकारः यञ् प्रत्याहारे अस्ति, मि प्रत्ययः सार्वधातुकप्रत्ययः अस्ति, एतेन कारणेन अतो दीर्घो यञ् कार्यं करोति. तत्र स्पष्टतया नियमाः के के, अत्र कथं तस्य प्रसक्तिः अस्ति इति वक्तव्यम्. अस्तु, उत्तमं महोदय. लोट् लकारस्य मीना भगिनी प्रथमपुरुषस्य रूपाणि वदतु. लोट् लकारः पट् योगः तु पठतु, किमपि पठ इति अङ्गम्. पटयोगः तु पठतु, किमपि कार्यं नास्ति, संयोजनमेव सूत्रकार्यं नास्ति. पटयोगः तां पठताम् इदमपि संयोजनमेव. पटयोगः अन्तु पठन्तु, अतोगुणे इति सूत्रस्य कार्यम् अस्ति. पटयोगः अन्तु अतोगुणे इति सूत्रं नास्ति चेत् पठान्तु इति भविष्यति. किमर्थं सूत्रेण? अकः सवर्णे दीर्घः इति सूत्रेण, परन्तु अतो गुणे इति सूत्रस्य बलम् अधिकमस्ति. किमर्थम् अपदान्तात् अतः गुणे पूर्वपरयोः एकः पररूपं संहितायाम्? अपदान्तात् इति वार्ता अस्ति इति अतो गुणे इति सूत्रस्य बलम् अधिकमस्ति. तदर्थं पटयोगः अन्तु पर अकारः एव तिष्ठति, पूर्व अकारः गच्छति इति पठन्तु इति भवति. उत्तमं. पट इत्यत्र अकारः अस्ति, अपदान्त अकारः. अन्तु इत्यस्य अकारः अस्ति, सः अकारः गुणवर्णः अस्ति, अतः अकारस्य योगे पररूपम् एकादेशः अकारः पर अकारः तिष्ठति, पूर्व अकारः लोपः भवति. भगिनि, अपदान्त अर्थं किम्? इदानीं पश्यतु, एधत इति अस्ति खलु, एधत इति रूपम् अस्ति. क्षम्यताम् ऐधत इति रूपम् अस्ति, तत्र तु अन्तिम अकारः अस्ति खलु लङ्लकारे, एधधातोः लङ्लकारे ऐधत इति रूपम् अस्ति प्रथम एकवचनं, तत्रापि अन्तिम अकारः अस्ति, अनन्तरम् ऐधत अनन्तरम् इति यदि पदद्वयम् आगच्छति इति पश्यतु इति चिन्तयतु, तत्र ऐधत इति यत्र अस्ति तत्र तकारस्य अनन्तरं यः अकारः अस्ति सः कीदृश अकारः, पदान्त अकारः वा अपदान्त अकारः वा? पदान्त यदा योजयामः तदा एव पदसंज्ञा भवति खलु, एकवारम् एकवारं तिङ् सुप् तिङन्तं पदम् इति स्मरति वा? इदानीं वयं पठ इति यदि अङ्गमेव भवति तत्र वयं सुप् तिङ् प्रत्ययं न योजितवन्तः खलु, परन्तु एध इति तत्र ऐधत इति यत्र अस्ति तत्र त इति तिङ् प्रत्ययं तस्य योजनानन्तरं तत्र अन्तिमवर्णः अकारः अस्ति खलु, तत्र तत्र तस्य पदसंज्ञा अस्ति, ऐधत इति पदम् अस्ति, पट पदं पट इति यदि लोट्लकारे मध्यमपुरुषे वदति तदा पट पदं भवति, परन्तु तत्र पट योगः तु इति यदा स्थितिः अस्ति तत्र तु पट अङ्गमेव भवति पदं न भवति खलु, तिङ् योजनानन्तरं यद्भवति तदेव यद्रूपम् अस्ति तदेव पदं भवति, तस्य अन्तिमवर्णं परिशीलयामः, अत्र पट योगः तु इति योजयामः चेत् तत्र अङ्गस्य अन्तिम अङ्गमेव भवति पट तु, कथं पदं भवति पट अङ्गम् अस्ति पटमङ्गं पटतु प्रत्ययः अस्ति तु तिङ् प्रत्ययस्य आदेशः अस्ति अतः तु अपि तिङ् एव पठतु पदं भवति अत्र सूत्रमस्ति यस्मात् प्रत्यये विधिस्तदादि प्रत्ययङ्गम् इति, यत्र प्रत्ययः योजयामः तस्य पूर्वं यः भागः अस्ति तस्य अङ्ग इति संज्ञा भवति, अत्र अस्ति करपत्रे अस्ति करपत्रे अस्ति वा न वा न जानामि, परन्तु अङ्ग इति संज्ञा कथं भवति इत्युक्ते यत्र प्रत्ययं योजयामः तत्र प्रत्ययस्य पूर्वं यः भागः अस्ति सः भागः तस्य पूर्णतया अङ्ग इति संज्ञा भवति, अत्र पट इत्यस्य अङ्ग इति एव संज्ञा, अतः एव अङ्गस्य तिङ् सिद्धप्रत्ययानां योगः इति अस्माकं पाठस्य शीर्षकः, अवगतम्? अतः पट अङ्गं पठतु पदम्। भगिनि एकनिमिषं, पठन्तु अत्र अतोगुणे कार्यं करोति किल, अकः सवर्णे दीर्घस्य प्रसक्तिरपि अस्ति, भगिनी उक्तवती पठ अङ्गमस्ति तदर्थम् अकः सवर्णदीर्घं कार्यं न करोति इति, पट इति अङ्गम् अस्ति, अन्तु इति प्रत्ययः अस्ति खलु, यदि अकसवर्णे दीर्घः सर्वत्र कार्यं करोति, पदान्ते इति पदान्ते इति तत्र सूत्रे न उक्तम्, पदान्ते अपि करोति पदस्य मध्ये अपि करोति किल, ये अपि करोति यदा सर्वत्र कार्यं कर्तुं शक्नोति, परन्तु अतोगुणे सूत्रं तु केवलम् अपदान्ते एव कार्यं करोति, तदर्थमेव तस्य बलम् अधिकं वा? आम् तदर्थम् एकस्य कार्यार्थमेव तस्य नियोजनं भवति अतोगुणे इति सूत्रस्य, अत्र सूत्रसङ्ख्या द्रष्टुं न आवश्यकम् इति उक्तवान् महोदयः, आम् आम् यदि प्रथमं ये तदा तस्मिन् सन्दर्भे भवन्तः किं कुर्वन्ति, प्रथमं झटिति सूत्रसङ्ख्यां दृष्ट्वा एव निर्णयं स्वीकुर्वन्ति, तथा मास्तु. यत्र कुत्रापि सूत्रद्वयं कार्यार्थम् आगच्छति तदा प्रथमं किं परिशीलनीयम् इति ज्ञातव्यं. प्रथमं किं परिशीलनीयम्? कस्य बलम् अधिकम् इति. न, कस्य बलम् अधिकम् इत्येव अस्माकं विषयः. तत्र प्रथमं किं द्रष्टव्यम्? अपवादसूत्रं वा न वा इति. आम्, सूत्रस्य अन्यत्र लब्ध अवकाशः अस्ति वा, अन्यत्र यत्र कुत्रापि तत् सूत्रं कार्यं कर्तुं शक्नोति वा, तथा यदि अस्ति चेत् सः अपवादः. अपवादस्य एव अधिकं बलम् अस्ति, अतः अपवादः एव प्रथमं कार्यं करोति. तद्यदा परिशील्य सूत्रद्वयमपि एकस्य अपवादः अपरः इति स्थितिः नास्ति, सूत्रद्वयस्य अपि अन्यत्र कार्यं कर्तुम् अवकाशः अस्ति इति यदा भवति, तदा एव सूत्रसङ्ख्यां विषये एव ज्ञान मतिः भवेत्. तावत्पर्यन्तं अधिकतया अहं वर्गस्य ध्वनिमुद्रणं यदा शृणोमि, सर्वे जनाः झटिति सङ्ख्यामेव पश्यन्ति. प्रथमं सङ्ख्यां मा पश्यतु. प्रथमं सूत्रम् एकं सूत्रम् अपरस्य सूत्रस्य अपवादः वा न वा इति परिशील्य, अपवादः अस्ति एतस्य लघु सीमितकार्यक्षेत्रमेव अस्ति. यदि अस्मिन् क्षेत्रे कार्यं न करोति, अन्यत्र कुत्रापि कार्यं कर्तुं न शक्नोति इति यदा स्थितिः अस्ति, तदा सङ्ख्याविषये प्रश्नः एव न उदेति. अवगतम्? अवगतम्. अतः प्रथमं परिशीलनीयम्, अन्यत्र अवकाशः अस्ति वा. अस्तु, अवगतम्? अत्र अकहसवर्णिविरुद्ध सर्वत्र सामान्यसूत्रमस्ति. अत्र तस्य कार्यमस्ति, वयं यत्र कुत्रापि सवर्णदीर्घसन्धिं कुर्मः तत्र सर्वत्र अकसवर्णे दीर्घः एव कार्यं करोति. यदि भवती प्रायः श्लोकान् समस्तपदानि यदि पदच्छेदं करोति तदा ज्ञायते सर्वत्र तस्य प्रसक्तिः अस्ति. अधिकतया अकसवर्णे दीर्घः एव सर्वत्र कार्यं करोति. अस्तु खलु? अस्तु भगिनि, अस्तु, धन्यवादः. यदि सामान्यतया भाषावर्गेषु यदि सन्धि इति पठितवन्तः तत्र तु अकसवर्णे दीर्घः एव ज्ञायते. तत्र यदि श्लोके पदच्छेदं शुक्ल अम्बरं शुक्लाम्बरम् एवं तथा यदि करोति तत्र सर्वत्र पदसंज्ञा अस्ति, अतः अकसवर्णे दीर्घः एव कार्यं करोति. अस्तु भगिनि. अत्र वयम् अङ्गस्य एतावत् पर्यन्तं भवन्तः पदस्य योगे एव सन्धिकार्यम् इति दृष्टवन्तः प्रायः, यदि श्लोके पदच्छेदम् इत्यादिकं करोति. परन्तु अत्र वयं पदस्य निर्माणमेव कथं भवति इत्येव परिशीलयामः खलु. तिङन्तपदस्य निर्माणं कथं भवति इति अस्माकं कार्यमस्ति इदानीम्. अतः तिङन्त पदस्य निर्माणकार्ये अत्र पदस्य निर्माणसमये अङ्गस्य प्रत्ययस्य मध्ये सन्धि यदा भवति तदा एव अतो गुणे इति सूत्रस्य कार्यम् आगच्छति. अस्तु, उत्तमम्. इदानीं लोट्लकारस्य मध्यमपुरुष रूपाणि राजी भगिनी वदति वा. आं भगिनि, पठयोगः शून्यं पठ एव, पठयोगः तं पठतं, पठयोगः त पठत, किमपि कार्यं न भवति, संयोगः एव भवति. इदानीं हेमा भगिनी उत्तमपुरुषस्य. उत्तमपुरुषस्य पठयोगः आनी अत्र अकः सवर्णदीर्घे कार्यं करोति. समानरूपेण आव आम अपि पठयोगः आव पठयोगः आम अयोजनम् आ इति भवति. अत्र अपि अपदान्तसन्धिः एव खलु, तर्हि आद्गुणः किम्, अतो गुणे किमर्थं न कार्यं करोति? अकसवर्णे दीर्घ एव किमर्थं कार्यं करोति पदमध्ये? द्वितीयपद द्वितीयवर्णं गुण गुणवर्णः नास्ति, एव गुणवर्णः अत्र अस्ति. इदानीं ज्ञातम् अत्र लकसवर्णे दीर्घस्य कार्यं पदमध्ये अपि भवति. अतो गुणे तु अकारस्य अकारस्य योगे एव, अथवा अकारस्य इकारस्य अकारस्य तादृश अकारस्य एकारस्य अथवा अकारस्य ओकारस्य एव भवति. लघु सीमितक्षेत्रम् अस्ति तस्य कार्यस्य. यदि लौकिक उदाहरणम् इच्छति, यदि माता एकां पुत्रीं वदति भवती पाकं सर्वं करोतु इति, द्वितीयं पुत्रीं वदति भवती केवलम् अन्नं पचतु इति, तर्हि यदि प्रथमा पुत्री एव सर्वं करोति द्वितीयाः पुत्र्याः कार्यमेव न भवति खलु. तथा चिन्तयतु, अपवादः तथा भवति. अस्तु, उत्तमं. लङ् लकारस्य रामप्रिया भगिनी वदति वा? आं भगिनि, लङ् लकारः सिद्धतिङ् प्रत्ययः इत् ताम् अन् इस् तं त अं व म अयोगः पठ अपठ इति अङ्गम्. लुङ् लङ् लुङ् ईश्व श्वाडुदातः लृङ्षु इति अस्ति, लृङ्षु अडुदातः, लृङ्ष्वडुदातः लुङ् लङ् प्रथमं वदतु. लुङ् लङ् लृङ्ष्वडुदातः लृङ्ष्वडुदातः ईश्वडुदातः कार्यम् अपट अपटयोग इत् अपठत् अपटयोगताम् अपठताम् अपटयोग अन् अपठन् अत्र अतोगुणे कार्यं करोति. आकारः अङ्गस्य अन्तिम आकारः प्रत्ययः आकारः एकादेश पूर्वपरयोः एकादेशः भवति अपठन् अङ्गस्य इत्यस्य अपेक्षया अकारः अपदान्त अकारः अपदान्त अकारः अकारः अपदान्त अकारः परेयः अकारः अस्ति, सः गुणवर्णः अतः अतो गुणे कार्यं करोति. अङ्गस्य इति प्रश्नः नास्ति, अपदान्त अकारः भवेत्. अपदान्त अपदान्त अकारः अस्ति, अनन्तरं तस्य परे गुणवर्णः अकारः अस्ति, अतः अतो गुणे इति सूत्रेण पर अकारः एव तिष्ठति. उत्तमं भगिनि. सुब्रह्मण्यमहोदय, उत्तमपुरुषस्य अस्तु भगिनि. अत्र अपठ अङ्गमस्ति, अनन्तरं मध्यमपुरुष एकवचने अपठ योगः स, अत्र ससजुषो रुः इत्यनेन सकारस्य स्थाने रु आदेशः भवति. अनन्तरं अत्र खरवसानयोर्विसर्जनीयः इत्यनेन रुस्थाने विसर्गः आदेशः भवति. अपठः इति मध्यमपुरुष एकवचन लङि क्रियापदमस्ति. अनन्तरं अपठनीयः इति सूत्रस्य कार्यार्थम् अत्र सर्वम् अन्या अपि अस्ति. अत्र अन्या अत्र रु अत्र उपदेशे अज अनुनासिक इत्यस्य लोपः भवति प्रथमम्, अनन्तरं रेफः एव अवशिष्यते. अत्र खरवसानयोर्विसर्जनीयः इत्यस्य प्रसक्तिः भवति अत्र कार्यमपि. किं किं भवेत्? रेपः भवेत्, अनन्तरं खर्वर्णः वा अवसानं वा भवेत्? अत्र अवसानम् अस्ति. अवसानम् इत्युक्ते अत्र अत्र अन्तिमवर्णः इति. रेपः पदान्तरेपः भवेत्. तदनन्तरं यदि खर्वर्णः वा अथवा खर् प्रत्याहारवर्णः वा अथवा अवसानम् इत्युक्ते अन्तिम तदनन्तरं किमपि नास्ति इति. अत्र अवसानम् अस्ति. वयं केवलम् अपटः इति उक्त्वा अनन्तरं किमपि पदं न वदामः खलु. अतः अवसानम् अस्ति इति कारणेन भवति. अस्तु मीना भगिनी, क्षम्यतां, भवान् अन्यत् रूपं द्वयमपि वदतु. अपठयोगः तम् अपठतम् अत्र केवलं संयोजनमेव. अपठयोगः त अपठत अत्रापि केवलं संयोजनमेव. मीना भगिनी उत्तमपुरुषस्य अपटयोगः अम् अपठम् अपठाम् इति न भवति, अतो गुणे इति सूत्रेण अपठमेव भवति. अपदान्तात् इत्यस्य अपट इति अन्तिम अकारः लोपः भवति. अम् इत्यस्य अपट इत्यस्य अन्तिम अकारः अपदान्त अकारः एवं वदतु. अपठ इत्यस्य अन्तिम अकारः अपदान्त अकारः. अम् इत्यस्य प्रथमः अकारः गुणवर्णः इति परवर्णः एव तिष्ठति, पूर्ववर्णः लोपः भवति. अपटम् इति भवति. अपटयोगः वा इति अपटाव इति भवति. अतो दीर्घो यचि यञि इति सूत्रं कार्यं करोति. वकारः यञि प्रत्याहारस्य वर्णः इति अतः अङ्गम् अङ्गस्य अपठति अङ्गस्य अन्तिमवर्णः अकारः. अतः अङ्गस्य दीर्घः ययि सार्वधातुके वकारः सार्वधातुकप्रत्ययः. वकारः ययि इति प्रत्याहारस्य वर्णः एव. अकारः दीर्घः भवति, अपटा इति भवति. अपटायोगः वा अपटाव. उत्तमम्. इदानीं भवती भवत्याः चिन्तनं सूत्रस्य अनुवृत्तिसहितसूत्रस्य भिन्नभिन्नभागस्य कथं तस्य अस्मिन् सन्दर्भे कथं भवति इति स्पष्टतया उक्तं खलु. यदि एवं चिन्तयति तदा सूत्रस्य अर्थं सदा मनसि भवति. नो चेत् किञ्चित् कालानन्तरम् एतद् अङ्गकार्यं वा अथवा वर्णकार्यं वा इति भ्रमः भवेत्. यतोहि अत्र कार्याणि बहु समानकार्याणि समानरीत्या भवति. सामान्यतः अकारस्य दीर्घः, अनन्तरं गुणवर्णः, एतत् गुणवृद्धिसन्धिः सर्वं परिशीलने तु बहु सामान्य समानकार्याणि इव दृश्यन्ते. बहूनि कारणानि सन्ति. एकः कारणमेव सूत्र अनुवृत्ति सूत्रं कार्यं कर्तुं तत्र भिन्नभिन्नकारणानि भवन्ति. तानि कारणानि कानि इति अस्माकं मनसि स्पष्टतया यदि क्रमेण भवति तत् अत्र यदि अस्ति एवं मनसि चेक् मार्क् इव कुर्मः. ओ अङ्गस्य अन्तिमाकारः अस्ति, अस्तु. यञ् प्रत्याहारस्य वर्णः अस्ति, अस्तु. सार्वधातुकप्रत्ययः अस्ति, अस्तु. सर्वम् अस्ति, यद् यद् भवेत् तत् सर्वम् अत्र अस्ति. अतः कार्यं करोति. अथवा अट्लीस्ट् न्यूनातिन्यूनं प्रसक्तिः अस्ति. अनन्तरम् अपरस्य सूत्रस्य अपि एतादृशं परिशील्य तस्यापि भवति चेत् तदा अपवादसूत्रं वा न वा इति द्वयोः विषये परिशीलयामः. यदि अपवादमपि न भवति तदा सूत्रसङ्ख्यां दृष्ट्वा परिशीलयामः. अवगतम्? प्रथमं यत् सूत्रं स्वीकुर्मः तस्य क्रमेण यद्यद् भवेत् तत् सर्वम् अस्ति वा. अस्ति चेत् अपरसूत्रमपि अत्र किमपि कार्यं कर्तुं शक्नोति वा. यदि तस्य सूत्रस्य किं किं भवेत् तत् सर्वम् अस्ति वा इति परिशीलयतु. अनन्तरं सूत्रद्वयमपि अत्र कार्यार्थम् आगच्छति तदा एकं सूत्रम् अपरस्य सूत्रस्य अपवादः अस्ति वा. अनन्तरम् अपवादः अपि नास्ति, सूत्रद्वयस्य अपि अन्यत्र कार्यं कर्तुम् अवकाशः अस्ति, तदा सङ्ख्यां दृष्ट्वा ओ अस्तु अपरसूत्रम् अस्ति अतः एतस्य एव कार्यं भवति. एकं फ्लो चार्ट् इव मनसि यदि कार्याणि यदि तथा एव करोति तदा विस्मरणं कदापि न भवति, क्रमः अपि न भवति. इदमेव बहु रुचिः पाणिनि. एतत् फ्लोचार्ट् अपि सर्वं कृत्वा अष्टादयं कृतवान्. एतादृशं फ्लोचार्ट् सर्वं मनसि आसीत्, तस्य ज्ञानेनैव सः सर्वं कृतवान्. अतः आधुनिक कम्प्यूटर् प्रोग्राम् इव तस्यापि अपेक्षया बहु जटिलम् अस्ति. आश्चर्यम् इति कं कृतवान् इति. आम्, बहु कालात् पूर्वम् एतादृशकार्यं कृतवान् इत्येव बहु आश्चर्यम् अस्ति. गणिनी नास्ति, सर्वं मनसि कृतवान्. अस्तु, इदानीं सुब्रह्मण्यमहोदय विधिलिङ्गकारस्य सर्वाणि रूपाणि वदति वा. वदामि भगिनि. विधिलिङ्ग् सिद्धतिङ्ग् प्रत्ययाः प्रथमम् इत् इताम् युः, इहि इतम् इत, इयम् इव इमा. अनन्तरम् अत्र सर्वेषां कृते आद्गुणः एव कार्यं करोति. अत्र पठ योगः इत् पठेत् भवति. अत्र आद्गुणः एकवारं भगिनि आद्गुणः पश्यामि. आद्गुणः आद्गुणः अत्र आत् अचि पूर्वपरयोः एकः गुणः संहितायाम् इति अत्र अनुवृत्तिसहितसूत्रमस्ति. अत्र अत्र आवर्णः ईवर्णः ईवर्णः तयोः सन्धिकार्यं भवति अत्र. पठयोगः इत् पठेत् भवति अत्र. पठ इत्यस्य आवर्णः पठ इत्यस्य आवर्णः न, अत्र आ योगः इ सन्धिकार्यं कृत्वा एकारः आगच्छति. अत्र आत् अचि आत् अत्र पठ तस्मिन् आत् अचि इत्युक्ते अत्र इकारः तयोः एकः गुणः. गुणः इत्युक्ते अत्र एकारः आगच्छति, इकारस्य स्थाने एकारः आगच्छति. इकारस्य बहुसाम्यं गुणवर्णेषु एकारस्य एव. अतः गुणवर्णः इति यद्यपि वदति तत्र वर्णत्रयस्य अपि कार्यं वर्णत्रयमपि भवितुमर्हति, परन्तु इकारस्य तत्र अतीवसाम्यम् एकारस्य अस्ति इति कारणेन इकारस्य स्थाने एकारः भवति. सर्वत्र सामान्यकार्ये कार्यमेव. पठेत् पठेतां पठेयुः, पठेः पठेतं पठेत, पठेयं पठेव पठेम. इदानीम् आत्मनेपदी विषये परिशीलयामः वा. अत्र प्रस्मैपदी स्पष्टं वा. एकः वा एकवारं खरवसानयोर्विसर्जनीयः इत्यस्य विवरणं श्रोतुमिच्छामि भगिनि. परिशीलनं कर्तुम् इच्छति वा. ओ अस्तु, करपत्रे कुत्र अस्ति इति जानाति वा? चतुर्थपुटे अस्ति, चतुर्थे पुटे अस्ति. प्रथमकर अस्मिन् करपत्रे अस्ति वा? अस्मिन् करपत्रे चतुर्थे पुटे. भगिनि भगिनि विधिलिङ्गकारस्य उपरि हा अस्तु प्राप्तवती. चतुर्थे पुटे अस्ति करवसानयोर्विसर्जनीयः इति. तत्र किं पूर्णतया विवरणं पठितुम् इच्छति वा? अत्र अनुवृत्तिसहितसूत्रमेव पठतु. रहपदस्य विसर्जनीयः करवसानयोः संहितायाम् अत्र अत्र करवसानयोः अत्र अत्र प्रत्याहारस्य प्रसक्तिः अस्ति वा अत्र, अथवा ख रेफस्य प्रसक्तिः अस्ति वा अत्र? न, प्रथमं रह पदस्य इति अस्ति खलु. रह इत्युक्ते, रह इत्युक्ते अत्र अत्र रेफस्य इति अर्थः. इत्युक्ते अत्र कीदृशरेफस्य, कीदृशरेफस्य पदस्य रेफस्य इति अर्थः. पदस्य इत्युक्ते येन विधिस्तदन्तस्य इति सूत्रेण पदान्तस्य इति स्वीकर्तुं शक्नुमः खलु. अस्तु भगिनि, पदान्तस्य रेफस्य. इदानीं यदि अप किं रूपम् आसीत् वयं अपठ योगः सकारः आसीत् खलु, तत्र तदेव अपठर् इति अभवत्. ससजुषोरुः इति सूत्रेण ऋत्वम् अनन्तरम् उकारस्य लोपः अपठर् इति अस्ति अस्माकं स्थितिः. अपठर् पदान्तरेपः वा? पदान्तरेपः. यतोहि सि प्रत्ययः तिङ् अस्ति, तिङ् अस्ति इति कारणेन पदसंज्ञा अस्ति, अतः तस्य परिवर्तितरूपम् अपठर् अपि पदमेव. अतः रेपः पदान्तरेपः अस्ति प्रथमनियमः अस्माकं सन्दर्भे. तद् अभवत् अस्तु, पदान्तरेपः अस्ति. तस्य स्थाने विसर्जनीयः तस्य विभक्तिः का? विसर्जनीयः प्रायः अकारान्तपदमेव. अकारान्तपदम् अस्ति चेत् प्रथमा विभक्ति भवति, प्रथमा विभक्ति एव. रः पदस्य षष्ठी विभक्ति अस्ति, विसर्जनीयः प्रथमा. करवसानयोः अत्र षष्ठी विभक्ति अथवा सप्तमी अपि भवति, सप्तमी भवितुमर्हति. अत्र सप्तमी अस्ति, अतः पूर्वं रेपः भवेत्, अनन्तरं खर् प्रत्याहारस्य कश्चन वर्णः वा अथवा अवसानं वा यदि भवेत् तर्हि रेपस्य षष्टिस्थाने योगा इति अस्ति खलु. अतः रेपस्य स्थाने विसर्गः आदेशः भवति यदा संहितायां सन्धिः तादृशसन्दर्भः यदा भवति तदा रेपस्य स्थाने खर् अथवा अवसानयोः परे विसर्गः आदेशः भवति. अत्र संहितायाम् अस्ति खलु भगिनि, अत्र तस्य कथम् उपयोगं करिष्यामि संहितायाम् इत्यस्य अत्र? तत्र संहिता यदा भवति यत्र बहु समीपम् उच्चारणसमये वर्णद्वयं बहु समीपम् आगच्छति इति एव संहिता. यदि भवान् अत्र क्लोस् प्रोक्सिमिटि इति वक्तुं शक्नोति, अपठर् इति स्थितिः अस्ति हि अपठर् इति उक्त्वा झटिति एकं पदं वदति इति चिन्तयतु. अपठर् रामः तदा तु अपठर् रामः तत्र अपठर् इत्यत्र रेपस्य रामः इत्यस्य रेपस्य तु मध्ये समयः अथवा अपठर् बालकः इति चिन्तयतु. तत्र अपठर् बालकः झटिति वदति खलु, तत्र समयस्य अपि मध्ये नास्ति, अनन्तरं झटिति अनन्तरं बालकः इत्यस्य बकारः आगच्छति खलु, तत्र संहिता नास्ति. तत्र संहिता तथा यदि वर्णद्वयं बहु समीपे आगच्छति तत्र संहिता अस्ति. परन्तु अत्र अत्र संहितायाम् इत्यस्य प्रसक्तिः किम् अस्ति इति अहं न जान सम्यक्तया न अवगच्छामि इदानीम्. अपठर् रामः अपठर् न अवसानम् अस्ति. ओ अपठर् अनन्तरम् अवसानम् अस्ति. अवसानं तत् तस्मिन् विषये अत्र संहितायां तत्र संहिता अस्ति अस्ति. अपठर् अपठर् इति यदि उक्त्वा वयं विरमामः तत्र संहिता अस्ति, यतोहि अपठर् इत्यस्य रेपस्य अनन्तरम् अवसानयोः रेपस्य अवसानयोः मध्ये संहिता अस्ति. अस्तु रेप अवसानयोः मध्ये संहिता अस्ति. अत्र पदस्य इत्युक्ते पदान्तस्य न खलु भगिनि, अत्र रः पदस्य एव इत्युक्ते पदान्तस्य येन विधिस्तदन्तस्य इति श्रुतं पठितं खलु. अतः पदान्तस्य रेपस्य अत्र अपठर् पदं पदा अपठर् पदम् अस्ति, रेपः पदान्ते अस्ति, तस्य अनन्तरं झटिति अवसानं भवति. अवसानम् इत्युक्ते निशब्दं गेप् साउंडलेसनेस. अस्तु अवगतम्? अवगतं भगिनी. झटिति अवसानम् अस्ति. अत्र एतस्य सूत्रस्य विषये तु अवसानमपि यदा भवति तत्र संहिता अस्ति. अवगतम्? रेफस्य अवसानस्य अवसानयोर्मध्ये संहिता अस्ति. सामान्यतः अवसानं यदा भवति तदा यदि तदनन्तरं किमपि नास्ति तदा अवसानम् इत्येव भवति. परन्तु अत्र अवसानं यदा भवति तत्र संहिता अस्ति इति कारणेन परिवर्तनं भवति. अस्तु भगिनि, पूर्णतया अवगतवान् वा? इदानीम् अवगतं भगिनि. मम एकः सन्देहः अस्ति भगिनि, करि प्रत्याहारः वा न किल? खर् प्रत्याहारः अस्ति. तत्र कर्कष खफ छठत चटतौ कपै शशसर् खर् कर्कष व्यञ्जनानि व्यञ्जनानि अस्तु. अत्र कः वर्णः आगच्छति कर् प्रत्याहारे? कर् प्रत्याहारे यत्किमपि भवितुम् अर्हति. तेषु उदाहरणार्थम् अपठर् कृष्णः इति चिन्तयतु. तत्र ककारः खर् प्रत्याहारे अस्ति इति कारणेन रेपस्य विसर्गादेशः भवति. अत्र खर् अपठर् कृष्णः यदा भवति तत्र खर् इति कारणेन विसर्गादेशः भवति. अत्र अपठर् इति उक्त्वा वयं विरमामः, अवसानम् अस्ति इति कारणेन विसर्गादेशः भवति. अवगतम्? अस्तु, अपटर् कृष्ण, अपटर् कृष्णः इति यदि वदति तदा तत्र रेपस्य अनन्तरं ककारः अस्ति इति कारणेन रेपस्य ककारयोः संहिता अस्ति. ककारः खर् प्रत्याहारे अस्ति इति कारणेन रेपस्य स्थाने विसर्गः अपटः कृष्णः इति भवति. अनन्तरं एकः प्रश्नः भगिनी, अत्र अत्र तु क्रियापदस्य रूपं रूपस्य विषये वयं चर्चयामः खलु इदानीं तु. अत्र भवती यत् उदाहरणं स्वीकृतवती, अत्र तु पदद्वयमस्ति खलु, अपठः एकं पदं, कृष्णः अन्यपदमस्ति. अत्र अपि खरवसानयोर्विसर्जनीयः इत्यस्य प्रसक्तिः अस्ति वा? अपठर् तु पदं नास्ति खलु, अपठर् अपठः अभवत् खलु इदानीं. न न, अपठः किमपि ककार कृष्णस्य पुस्तकम् इति किमपि अस्ति इति चिन्तयतु. त्वं कृष्णस्य पुस्तकम् अपठः इति वाक्यमस्ति. तत्र तस्य क्रमभेदं कृत्वा अपठर् अपठर् इति अस्ति, कृष्णस्य पुस्तकम् एवम् अस्ति इति चिन्तयतु. तत्र अपठर् इत्यस्य तत्र रेपः तु पदान्तरेपः, अपठर् पदमेव, अपठर् एकं पदं, कृष्णस्य पुस्तकं कृष्णस्य एकं पदम्, पुस्तकम् एकं पदम्. अतः अपटर् तिङन्तपदम् अस्ति कृष्णस्य इति. तदा यदि योजयामः तदा रेपः पदान्तरेपः, ककारः तस्य अनन्तरं आगच्छति, खर्वर्णः अस्ति. अवगतम्? परन्तु मम एकः सन्देहः अस्ति अत्र. अपठर् तु अपठः अभवत् किल इदानीं, प्रथमं तु अपठः क्रियापदम् अस्ति, अपठर् तु नास्ति क्रियापदम्. अत्र अपठर् अस्य प्रसक्तिः किमर्थम् अस्ति अत्र? न न, अपठर् कृष्णः किं भवति इत्युक्ते विसर्गः तु विसर्गसन्धिविषये यदि विस्तरेण पठन्ति तदा ज्ञायते. अपटः इति उक्त्वा विरमामः तदा अपटः इति विसर्गः अस्ति. परन्तु अपटस् इति अस्ति, अपटस् कृष्णस्य इति अस्ति इति चिन्तयतु. तदा अपटस् प्रथमम् अपटरु भवति, अनन्तरम् अपटर् कृष्णस्य इति भवति, अनन्तरं रेपः विसर्गः भवति, अपटः कृष्णः भवति, अनन्तरं पुनः एकं सूत्रम् आगत्य विसर्गस्य स्थाने जिह्वामूलीयः इति भवति, अपटः कृष्णः इति भवति. विसर्गः पूर्णतया न उच्चारणं करिष्यामि अत्र, उच्चारणं कुर्मः. यदि कृष्णः भवति, कृष्णस्य इति भवति, अथवा रेपस्य अनन्तरं यदि सकारः भवति तर्हि रेपः अपि प्रथमं विसर्गः भवति, अनन्तरं तस्य सकारः भवति. तथा अनेककार्याणि अपि सन्ति. खर् विषये तु विसर्गः तु किञ्चित् मध्यभागे अस्ति, अनन्तरमपि इतोपि कार्याणि सन्ति. विसर्गसन्धिनियमान् यदि सूत्रसहितरीत्या पठन्ति तदा ज्ञायते पूर्णतया. इदानीं तु अस्मिन् सन्दर्भे एतावत् पर्याप्तम् ज्ञानं. यदि अग्रे खर् भवति तदा अस्मिन् सोपाने विसर्गः भवति. अग्रे विसर्गस्य अपि भेदः भवति. यदि भवन्तः विसर्गसन्धि नियमान् पठितवन्तः, तत्र रामः च रामश्च इति भवति. विसर्गानन्तरं यदि चकारः अस्ति तदा रामश्च इति भवति, शकारं भवति. अवगतम्? अवगतं भगिनि, अवगतं. विसर्गसन्धि यदि विस्तरेण पठन्ति तदा इतोपि स्पष्टता भवति. परन्तु विसर्गः तु पदस्य सकारस्य वा अथवा रेफस्य वा एव तस्य फलम् अस्ति. पूर्वं विसर्गः न भवति, अनन्तरमेव विसर्गः भवति. रेफस्य अनन्तरं विसर्गः भवति, सकारस्य वा रेफस्य एव विसर्गः भवति. अवगतम्? अवगतं भगिनि, धन्यवादः. इदानीम् आत्मनेपदी धातूनां विषये परिशीलयामः वा, अथवा इतोपि प्रश्नाः सन्ति वा? एकवारं वाक्यं वदतु. अपटर् कृष्णः, अपटर् कृष्णस्य इति अस्ति इति चिन्त त्वं कृष्णस्य पुस्तकम् अपठः इति वाक्यम् अस्ति इति चिन्तयतु. अपटः तु मध्यमपुरुषे भवति खलु. त्वम् अपटः, पठितवान् इति अत्र भवति. अतः त्वम् अपटः, त्वं कृष्णस्य पुस्तकम् अपटः. तस्य क्रमभेदं कृत्वा अपटः कृष्णस्य पुस्तकत्वम् इति वक्तुं शक्नुमः. अपटः कृष्णस्य पुस्तकं त्वं, यत्किमपि तस्य क्रमस्य मुख्यत्वं नास्ति अस्ति खलु संस्कृतभाषायां. पुस्तकम् अपट कृष्णस्य पुस्तकम् अस्तु. अपटः अनन्तरं रेपस्य विसर्गः भवति अपटः कृष्णस्य. अनन्तरं विसर्गस्य अपि अनन्तरं ककारः अस्ति कारणेन जिह्वा मूल्यः भवति, अपटः कृष्णस्य एवं भवति. अपटः कृष्णस्य इति स्थाने परशुरामस्य इति चिन्तयतु. अपटः परशुरामस्य इति भवति, इफ् इति शब्दं भवति तस्य उपध्मानीयः इति भवति. अनन्तरं यदि सकारस्य अपटसुन्दरस्य सकारः एव भवति. अपटश्चन्द्रस्य अपटस् किमपि टकारपदं टकारस्य विरलतया भवति, अतः अपटश् इति भवति. तदा विसर्गस्य अनन्तरं भेदः भवति. इदानीं तु भवन्तः केवलम् अवसानविषये चिन्तयन्तु, परन्तु खर् यदा भवति तदा विसर्गसन्धिनियमान् यदि जानन्ति तत् पुनः विसर्गसन्धिविषये पठन्तु, इदानीं स्पष्टता जायते. यदि भाषा वर्गे पुस्तकानि, गीताप्रवेशस्य प्रथमभागः अस्ति खलु, गीताप्रवेशस्य पुस्तकस्य प्रथम पाठः, तत्र तु सन्धि कार्याणि भवन्ति. इदानीं वयम् आत्मनेपदं परिशीलयामः. हेमा भगिनी, लट्लकारस्य रूपाणि वदतु. लट्लकारस्य आत्मनेपदी रूपाः अस्ति सिद्धतिङ् प्रत्ययः, ते इते अन्ते, से इथे द्वे, ए वहे महे इति. एध् रूपम् एध् धातुः स्वीकृत्य अकारस्य योजनेन एध इति अङ्गं भवति. एधयोगः ते एधते केवलं संयोजनमेव. एधयोगः इते अत्र अकारस्य इकारस्य मेलनेन आद्गुणः गुणसन्धिः गुणसन्धेः प्रसक्तिः अस्ति, अतः एकारः भवति आद्गुणः सूत्रेण एधेथे इति रूपं प्राप्नोति. पुनः एधयोगः अन्ते अत्र अकारस्य अकारस्य सवर्णदीर्घः प्रसक्तिरस्ति, परन्तु अतो गुणे कार्यं करोति. पूर्वपरयोः पररूपमेकादेशः एव भवति, अतः अन्ते पदस्य अकारः एव तिष्ठते. एधन्ते इति रूपं प्राप्नोति. उत्तमम्. अत्र आद्गुणः इति एध इति तत्र किं किं भवेत् तत्र सर्वम् अस्ति वा इति वदति वा? आद्गुणः सूत्रं वदति अवर्णात् परे यदि अच्वर्णः आयाति तर्हि गुणसन् गुण आदेशः एकः गुणादेशः सन् एव आगच्छति इति. अच्वर्णाः तु सर्वे स्वराः सन्ति, फलितः तु केवलम् इकि एव आगच्छति. अत्र ई वर्णः अस्ति, ई तु इक् मध्ये अस्ति, यतोपि अच् मध्ये अपि अस्ति. अतः अकारः ईकारः योजनेन स्थाने अन्तरतमः इति सूत्रेण एकारः भवति. अति उत्तमं भगिनि. रामप्रिया क्षम्यतां, भवती एव प्रथमपुरुषस्य रूपाणि सर्वम् उक्तवती खलु. रामप्रिया भगिनी मध्यमपुरुषस्य वदतु. आं भगिनि. एद योग से एदसे संयोजनमेव. एद योग इथे एधेते आद्गुणः कार्यं करोति. अवर्णात् अचीपरे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः भवति. अतः एदेथे एद योग द्वे एदद्वे संयोजनम् एव मध्यमपुरुष वचनानि. उत्तमं भगिनि. महोदय सुब्रह्मण्यमहोदय उत्तमपुरुषस्य. अस्तु भगिनि, अत्र एधयोगः ए अत्र एधे भवति. प्रथमं तु अत्र अतो गुणे इत्यस्य कार्यमस्ति. अत्र पदान्ते अकारः अस्ति, अनन्तरं गुणवर्णः एकारः अस्ति. पूर्वपरयोः अत्र अकार एकारयोः केवलम् एकारः एव अवशिष्यते, तत्कारणात् एधे इति उत्तमपुरुष एकवचन रूपं निष्पन्नं भवति. अत्र अत्र अन्यसूत्रस्य अपि कार्यं भवितुम् अर्हति वा? अत्र अन्यसूत्रम् अत्र प्रायः एकनिमिषं भगिनि, अत्र अकः सवर्णे दीर्घः न भवति भगिनि. अत्र सवर्णः नास्ति खलु, अत्र अकारः प्रथमं तु एध अत्र अकारः अस्ति, अनन्तरं सिद्धतिङ्प्रत्ययः एकारः अस्ति. अत्र अकः सवर्णे दीर्घः इत्यस्य प्रसक्तिः नास्ति भगिनि. अत्र अन्यत् किमपि अस्ति वा सूत्रम्? एकवारं पश्यामि. वृद्धिरेचि वृद्धिरेचि अवर्णात् एच् परे पूर्वपरयोः स्थाने वृद्धिसंज्ञकः एकादेशः स्यात्. वृद्धिरेचि प्रायः वृद्धिरेचि अत्र अकारः अवर्णात् एच् परे पूर्वपरयोः स्थाने वृद्धिसंज्ञक एकादेशः स्यात्. अत्र प्रायः वृद्धिरेचि इत्यस्य प्रसक्तिः भवितुम् अर्हति इति, परन्तु अत्र अत्र प्रथमं तत्र अनुवृत्तिसहितसूत्रम् अस्ति वा? वृद्धिरेचि इति सूत्र इति सूत्रस्य आत् एच् पूर्वपरयोः एकः वृद्धिः संहितायाम् अस्ति. आत् इत्युक्ते अत्र अवर्णः अवर्णः अस्ति, अत्र अकारः अस्ति, एकारः सिद्धतिङ्प्रत्ययः अस्ति, पूर्वपरयोः एकः वृद्धिः एचि एच् प्रत्याहारे अस्ति खलु, एच् अस्ति खलु, ए ओ ऐ औ अत्र ए ओ ऐ औ अस्ति. आत् एचि अनन्तरं किम् अस्ति? आत् एचि पूर्वपरयोः एकः वृद्धिः संहितायाम्. तर्हि वृद्धिवर्णः भवितुम् अर्हति खलु, ऐ इति भवितुम् अर्हति, ऐ भवितुम् अर्हति, ऐ इति भवितुम् अर्हति. तत्तु इदानीं वयं सूत्रद्वयमपि क्रमेण परिशीलितवन्तः. अत्र अतो गुणे तस्यापि नियमान् सर्वान् तत्र, परन्तु अत्र अत्र अपदान्तात् इत्यस्य प्रसक्तिः प्रायः अस्ति भगिनि. अत्र अपदान्तात् इति कारणेन अतो गुणे इत्यस्य कार्यं किं भवति तत्र बलवत् अत्र तस्य बलम् अधिकम् अस्ति इति, तस्य अन्यत्र लब्धावकाशः न भवति यदि वृद्धिरेचि एव अत्यपि कार्यं करोति तर्हि अतो गुणे कार्यं न कर्तुं शक्नोति खलु. वृद्धिरेचि तु सर्वत्र कार्यं कर्तुं शक्नोति, अतः अपवादसूत्रम् इति कारणेन अतो गुणे एव कार्यं करोति, गुणे एव कार्यं करोति. अन्य ये वहेमहे अत्र एधा योगः वहे एधा वहे भवति अत्र कार्यं भवति अतो दीर्घो यनि इत्यस्य. अत्र एध इत्यस्य अकारः अङ्गस्य अङ्गकार्यमस्ति अत्र. अनन्तरं वहे यनि प्रत्याहारे अस्ति अत्र वकारः यनि प्रत्याहारे अस्ति अत्र अकारस्य स्थाने दीर्घः आदेशः भवति एधा योगः वहे एधा वहे उत्तमपुरुष द्विवचनरूपं निष्पन्नं भवति अत्र. तथैव एधा योगः महे एधा महे अत्रापि अङ्गस्य अन्तिमवर्णः अकारः अस्ति. अनन्तरं मा महे इत्यस्य मा यनि प्रत्याहारे अस्ति तत्कारणात् अत्र अकारस्य स्थाने सार्वधातुकप्रत्ययः अस्ति. सार्वधातुक अपि अस्ति भगिनि, यथा वा वहे सार्वधातुकप्रत्ययः अस्ति महे अपि सार्वधातुकप्रत्ययः अस्ति. यथा अत्र अकारः स्थाने दीर्घ आकारः आगच्छति यथा योगः महे यथा महे इति निष्पन्नं भवति. उत्तमम्. इदानीं मीना भगिनी लोट् लकारस्य मीना भगिनी अस्ति वा? म्यूट् अस्ति. लोट् लकारस्य एध योगः ताम् एधताम् वर्णसंयोजनम् एव अस्ति. एध योगः इताम् एधे ताम् इति आद्गुणः इति कार्यं करोति. आद्गुणः इत्यस्य अनुवृत्तिसहितसूत्रम् आत् अचि पूर्वपरयोः एकः गुणः संहितायाम्. आत् इति अकारस्य अह इति पदस्य पञ्चमी विभक्ति. परकार्यमस्ति. एद इत्यस्य अन्तिमवर्णः अकारः. अचि इति प्रत्याहारे इताम् इत्यस्य प्रथमवर्णः इकारः अस्ति. पूर्वपरयोः संहितायाम् एद योगः इतां संहितायां पूर्वपरयोः एकः अकारः इकारः इति द्वयोः स्थाने गुणः भवति. इकारस्य गुणः एकारः इति एदेताम् इति भवति. उत्तमम्. अनन्तरं एधयोगः अन्ताम् एधन्ताम् सूत्रम् अतो गुणः इति सूत्रस्य कार्यमस्ति. अपदान्तात् अतः गुणे पूर्वपरयोः एकः पररूपं संहितायाम् अपदान्ताम् इति प्रथमकारणं एदयोगः अन्ताम् अकारः पदस्य अङ्गम् अन्तं न अस्ति अतः इति अदन्तम् अङ्गमस्ति अङ्गमिति अङ्गमिति वार्ता न अस्ति अत अङ्गस्य अपदान्त अकारः अस्ति एद इत्यस्य अन्तिम अकारः अपदान्त अकारः अस्ति अत्र अङ्ग इति पदमेव मास्तु यतोहि अङ्गकार्यमेव नास्ति नास्ति अपदन्तात् इति अङ्गमेव अस्ति खलु अङ्ग पदान्तः नास्ति इति एव अङ्गमेव भवतु इति न प्रत्याहारस्य संयोजनमस्ति इति पूर्वम् अङ्गमेव अपदान्तात् इति अङ्गम् इति सामान्यम् अस्ति इदं न कदाचित् अत्र तु अङ्गमिति न अत्र सूत्रं किं वदति अपदान्तात् इति एव अस्ति खलु अतः वयम् अत्र अपदान्तः एव अङ्गकार्यं नास्ति इति एतत् केवलं गुणकार्यमस्ति वर्णकार्यमस्ति अपदान्तात् अपदान्तात् अङ्गस्य इति किं कथमस्ति नास्ति खलु अपदान्तात् अकारस्य तदा एव अस्ति किन्तु मम संशयः अङ्गं नास्ति अपदान्ताम् अस्ति इति कुत्रचित् भवति खलु तदा भवति यत्र अङ्गं नास्ति इति वा अङ्गं नास्ति अपदान्तम् अस्ति इति सिचुवेशन् कथं भवति कथं भवति अत्र अत्र न भवेत् परन्तु सुबन्धप्रक्रियायां भ इति कश्चन भवति यद् अङ्गम् अपि न भवति पदमपि न भवति भ इति संज्ञा भवति तत्तु वयं इदानीं न पठामः परन्तु तस्मिन् सन्दर्भे अङ्गस्य पदान्तस्य न भवति भस्य इति कदाचित् भवेत् अहं स्पष्टतया न स्मरामि परन्तु अत्र अङ्गकार्यं नास्ति इति कारणेन अङ्गस्य इति मा वदतु यदि शक्यते अहम् उदाहरणं पश्यामि अतोगुणे सामान्यसूत्रमेव बहूनि स्थानानि कार्यं करोति इति अवगतम् पदान्ते न कार्यं करोति अपदान्ते एव कार्यं करोति धन्यवादः अपदान्तात् ततः गुणे पूर्वपरयोः एकः पररूपं संहितायाम् अपदान्तमेव अकारः एव अन्तिमवर्णः पूर्वपरयोः गुणरूपम् अकारस्य गुणम् अकारः एव इति एदन्तम् इति भवति अतो दीर्घो किञ्चित् नास्ति अकः सवर्णे दीर्घः इत्यस्य प्रसक्तिः अस्ति तत्तु कार्यं न भवति अस्तु इदानीं का उक्तवती मीना भगिनी वा उक्तवती मीना भगिनी अस्तु राजी भगिनी अग्रे मध्यमपुरुषस्य वदति वा भगिनी पुष्पा भगिनी अस्मि ओ भो भवती नाम एव न उक्तवती तर्हि भवती इदानीं करोतु एध योगः स्वा एध स्वा संयोजन अस्ति अत्र गुणक कोऽपि गुण कोऽपि कार्यं किमपि कार्यं नास्ति कोऽपि गुणकार्यं नास्ति एध योगः इथाम् एधेथाम् आद्गुणः आद्गुणः अकारः तु इका योगः इकारः ए आयाति अत्र एधेताम् आयाति एत योगः द्वम् एतद्वम् अत्र कोऽपि सूत्रं नास्ति एध योगः एधै वृद्धिरेचि अत्र आ ए ऐ आयाति वृद्धि आयाति वृद्धिरेचि कदा कार्यं करोति कदा हा किं किं भवेत् वृद्धिरेचि कार्यं कर्तुम् पूर्वम् अकारः भवेत् अनन्तरम् एच् प्रत्याहारे कश्चन वर्णः भवेत् अत्र ये ऐकारः एच् प्रत्याहारे अस्ति वा एच् प्रत्याहारे के के वर्णाः सन्ति एच् प्रत्याहारे के के वर्णाः सन्ति इति सन्ति वर्णाः सन्ति अत्र ऐकारः ऐच् प्रत्याहारे अस्ति खलु ए ऐ ए ओ ऐ इत्यस्य ऐ ऐच् प्रत्याहारे अस्ति अतः अकारस्य ऐकारस्य योगे किं भवति कीदृशवर्णः अस्ति गुणवर्णः वा वृद्धिवर्णः वा वृद्धिः अतः वृद्धिः एव आगच्छति वृद्धिरेचि इति सूत्रेण एध योगः आवहै एधावहै अकः सवर्णे दीर्घः अस्ति योगः आयाति अत्र अकारः अकारस्य सवर्णः आकारः अस्ति वा क्षम्यताम् अकारः अस्ति अनन्तरम् आकारः अस्ति अकारस्य सवर्णः वर्णः अस्ति वा आकारः अकारः आकारः हा सवर्णः कः सवर्णः किमर्थं स्थानं समानम् अस्ति खलु उच्चारणस्थानं समानम् अस्ति एध योगः आमहै एधामहै प्लस् आयोगः आयाति यदि किञ्चित् विलम्बेन आगच्छति कृपया नाम वदतु अतः यतोहि अहं लेखितुं शक्नोमि नो चेत् भवती अस्ति इत्येव मया न ज्ञातम् अस्तु इदानीं मीना राजी भगिनी लङ् लकारस्य वदति वा आं भगिनि इन्द्रप्रत्याह त इताम् अन्त थाः इथां ध्वम् इ वहि महि अत्र आयोगः एध ऐध इति अङ्गम् आडजादीनाम् इति सूत्रं कार्यं करोति आडस्य अपि कार्यं करोति आडजिजनाम् इत्युक्ते लुङ् लङ् लङ् च परे चेत् अजादि धातुरूपी अङ्गस्य अट् आगमो भवति आट् आगमो भवति आट् आगमो भवति स च अडागमः आद्यन्त पठितव इति सूत्रेण अङ्गस्य पूर्वम् आयाति अतः आयोगः एध ऐध इति अङ्गम् अङ्गं भवति ऐधयोगः त ऐधत किमपि कार्यं आयोगः एध इति अस्ति खलु, केन सूत्रेण ऐध इति भवति? आडजादीनाम् इति सूत्रेण, आडजादीनाम् इति सूत्रेण आकारः आगच्छति. एध इति, एध इति अस्माकम् अङ्गम् अस्ति. आडजादीनां सूत्रेण आकारः एध इति अङ्गस्य पूर्वम् आकारः आगच्छति. आकारस्य एध इति यस्य एकारस्य योगे ऐकारः आगच्छति खलु, केन केन सूत्रेण? वृद्धिरुचि आटश्च इति सूत्रेण इति अहं चिन्तयामि. अत्र तु वृद्धिरेचि अपि भवितुम् अर्हति, परन्तु आटश्च इति सूत्रेण भवति. वृद्धिरेचि किमर्थं कार्यं न करोति अत्र इति अहं पश्यामि. आडगमात् अचि परे पूर्वपरयोः वृद्धिरेकादेशः भवति. अस्तु, वृद्धिरेचि इत्यस्मात् वृद्धिः आटः च अचि पूर्वपरयोः एकः वृद्धिः संहितायाम् इति अनुवृत्तिसूत्रम् अस्ति. अचि इत्यस्य अनुवृत्तिः किमर्थं वृद्धिसन्धिः न कार्यं करोति, वृद्धिरेचि न कार्यं करोति, आटश्च एव कार्यं करोति? कार्यं तु समानमेव खलु? आम् कार्यं समाः, कार्यं समानम्, ऐकारः आगच्छति, परन्तु आटश्च एव कार्यं करोति, वृद्धिरेचि न कार्यं करोति इति किमर्थम्? आट् आट् आगमः भवति, आट् विषये विशेषसूत्रम् अस्ति इति कारणेन तेन कार्यं भवति. वृद्धिरेचि सर्वत्र कार्यं करोति, आटश्च तु आट् विषये एव कार्यं करोति, अतः अत्र आट् आटश्च इति सूत्रेण कार्यं कुर्मः. अस्तु, अवगतम्? इदानीं अस्तु, अग्रे वदतु. ऐध योगः त ऐधत इति कार्यं न भवति, संयोजन एव. ऐध योगः इताम् ऐधेताम् अत्र आद्गुणः कार्यं करोति. ऐधस्य अकारः योगः इकारस्य गुणः एकारः, अतः ऐध योगः ईताम् ऐधेताम् ऐधयोगः अन्त ऐधन्त तत्र अतो गुणे कार्यं करोति. अपदान्तस्य अकारः लोपः भवति, अन्तस्य अकारः एव तिष्ठति. ऐधयोगः अन्त ऐधन्त इति आगच्छति. उत्तमम्. अत्र आटस्य वृद्धिरेचि इत्येव तेन सूत्रेणैव अत्र कार्यं भवितुम् अर्हति, तर्हि प्राणिनिः किमर्थम् आटश्च इति सूत्रं रचितवान्? आडजादीनाम् इति सूत्रम् आगच्छति किल, अतः इति अहं चिन्तयामि. सूत्रमपि किम्? ओ मीना भगिनी, वा भवत्याः एव प्रश्नः आसीत् खलु प्रीपत्रेण? आमां, मम मम अहमेव लिखितवती. आडजादीनाम् इति अस्ति इति वा प्रश्नः? प्रश्नः इदानीं भवती इष् धातोः इच्छति इति रूपं जानाति खलु? इच्छति, इच्छति, बालिका फलम् इच्छति, इच्छति, इच्छति, इच्छति इत्यस्य लङ्लकारस्य रूपं कथं भवति इति जानाति वा? ऐच्छत्, ऐच्छत्. तत्र किं भवति? इत्यस्य वृद्धिः भवति. न न, किमर्थं प्रथमम् इच्छति इति अस्ति, इच्छा अङ्गं, तत्र लङ्लकारे तकारः, अकारः भवति, न कृपया शृणोतु. इच्छ इति अङ्गं, तकारः प्रत्ययः इच्छत् इति भवति, इच्छा योगः तकारः. इच्छा इति अङ्गस्य प्रथमवर्णः अचुवर्णः वा हल् वर्णः वा? अचुवर्णः. अचुवर्णः. अतः लङ् लुङ् लङ् लृङ्षु अडुदातः कार्यं करोति वा आडजादीनां कार्यं करोति वा? लुङ् लङ् लृङ्षु ष्वडुदातः एव कार्यं करोति. लङ् इति लङ् इति अडागमः भवति, परन्तु आड अजादीनाम् अच् आदि अस्ति इति कारणेन इच्छ इति अङ्गम् अचुवर्णः इति अत्र इकारः अचुवर्णः इति कारणेन आडजादीनां सूत्रमेव कार्यं करोति. विशेषसूत्रम् अस्ति अजन्तानाम् अङ्गानां कृते. अवगतम्? आत्मनेपदे एव कार्यं करोति. न, आत्मनेपदे इति न, लङ् लकारः भवतु, आत्मनेपदी भवतु, परस्मैपदी भवतु. अत्र उदाहरणं एद दातु आत्मनेपदी अस्ति, परन्तु परस्मैपदी धातूनामपि इच्छधातु इषधातुः तु परस्मैपदी अस्ति. इच्छति इत्येव भवति खलु? आमां. तत्रापि कार्यं भवति, परिशीलयतु. इच्छ इति अजादि अकार आदि अङ्गमस्ति, अजादि धातुः अस्ति, ईष धातुः. अत्र इकारः अचुवर्णः इति कारणेन अडागमः न भवति. लुङ् लङ् लृङ् षडुदातः इति सूत्रेण अडागमः न भवति. विशेषसूत्रम् अस्ति इति कारणेन आडजादीनाम् इति सूत्रेण आकारः आगच्छति. अवगतम्? आम्, आकारः आगच्छति. आकारः अस्ति, अनन्तरम् इकारः अस्ति. यदि इदानीं किं करोति सामान्यतया? आकारः अस्ति, इकारः अस्ति, वर्ण सन्धिकार्यम् इति चिन्तयतु, किं भवति? गुणकार्यमेव भवति, गुणकार्यमेव भवति खलु? परन्तु भवती एव उक्तवती ऐच्छति इति. अवगतम्. तदर्थमेव पाणिनिः आडजादीनाम् आटस्य इति सूत्रद्वयं रचितवान्. स्पष्टम्? स्पष्टमस्ति. न, अत्र तस्य नास्ति. एतदातु एज् प्रत्याहारे अस्ति इति कारणेन किमपि भवतु वृद्धिकार्यं भवति. परन्तु इषधातुः तु इकारः अस्ति, एच् प्रत्याहारे नास्ति, अतः गुणकार्यमेव भवितुम् अर्हति. परन्तु वृद्धिः एव भवति, अतः आटस्य वृद्धिः इति भवति. अवगतम् इदानीं स्पष्टतया? आडजादीनां न केवलम् आत्मनेपदीनां परस्मैपदीनामपि भवति. एकः भ्रमः आसीत् भवत्याः मनसि खलु मीना भगिनी? परस्मैपदीनामपि भवति, आत्मनेपदीनामपि भवति, केवलं परिगणितलकारः भवेत्, लुङ् लङ् लृङ्. सर्वाणि सूत्राणि अहं किमपि पठितवती, सर्वमपि परस्मैपदे आत्मनेपदे एव कार्यं करोति, भिन्नं भिन्नभिन्नं न अस्ति. लुङ् लङ् लृङ्षु अडुदातः तु परस्मैपदीनामपि सूत्रं भवति, आत्मनेपदीनामपि सूत्रं भवति सामान्यतः. नो चेत् पठति अपठत् कथं भवति? लुङ् लृङ् लृङ्षु अडुदातः इति अपवादसूत्रमेव आडजादीनां, तदपि सर्वत्र कार्यं करोति, परस्मैपदीषु आत्मनेपदीषु. यथा अवन्दत इति रूपम् एच् प्रत्याहारवर्णः अस्ति, तत्र वृद्धिरेचि इति सूत्रेण अपि कार्यं भवितुम् अर्हति. परन्तु यत्र अन्य आचुवर्णाः सन्ति तत्र तु विशेषसूत्रस्य आवश्यकता अस्ति. आडजादीनाम् अस्ति इत्यस्य अपि अस्ति, आटश्च इत्यपि अस्ति. भगिनि, इच् इच् योगः लङ् लङ् रूपे ऐच्छत् इष्य धातुः तत्र इच्छा इति अङ्गम् अङ्गम् इच्छा इच्छति इति लट्लकारे इच्छा योगः तकारः इति लङ्लकारे स्थितिः इच्छा इति अङ्गस्य पूर्वम् आडागमः भवति आटस्य वृद्धिः इति कारणेन आट आकारस्य इकारस्य पूर्वपरयोः ऐकारः आदेशः भवति ऐच्छ इति अङ्गम् ऐच्छत् इति रूपम् अत्र तु इकारस्य अङ्ग अस्ति चेत् आगच्छति इकारः अस्ति इकारस्य वृद्धिः ऐकारः इति न इकारस्य वृद्धिः ऐकारः अतः इकारस्य ऐकारः भवति ऐच्छत् इति भवति अपि वर्णकार्यमेव आट् भवेत् अनन्तरम् इकारः भवेत् तावदेव आट् प्लस् आट् योगः किमपि अच् वर्णः भवति चेत् तस्य वृद्धिवर्णः अच् वर्णः यदि इकारः भवति ऐकारः भवति उकारः भवति तदा ओकारः औकारः क्षम्यतां तथा भवति एक्साम्पल् इत्युक्ते लुङ् लङ् लुङ्स् धातुः सूत्रं वा लुङ् लङ् लृङ्ष् अडुदातः सामान्यनियमः सर्वत्र कार्यादीनां सूत्रानीनां तस्य अपवादः अस्तु तदेव अहम् उकारस्य एक्साम्पल् दीयते उकारस्य इदानीं झटिति न आगच्छति मम मनसि परन्तु अग्रिमसप्ताहे वदामि यदि किमपि ऊहते भगिनि ऊहते भवति खलु औहत उत्तमं धन्यवादः महोदय औहत भवति ऊहते तु आत्मनेपदी अस्ति अतः ऊह योगः तकारः प्रथमम् ऊह अत्र उकारः अच्वर्णः इति कारणेन आडागमः न तु अडागमः उकारः यदि अच्वर्णः नास्ति तदा अडागमः उकारः अच् अस्ति इति कारणेन आडागमः आट् योगः ऊह ऊह अनन्तरं त औ भवति औहत औहत अवगतम् इदानीं स्पष्टं वा मीना भगिनी आडजादीनां किमर्थम् अस्ति आटस्य इति व्यर्थतया न कृतवान् पाणिनिः इति अवगतं वा आम् अवगतं भगिनि किञ्चित् शार्ट्कट्स् अस्ति अस्मिन् सन्दर्भे दृष्ट्वा तु सः के यत् सर्वं तेन लुङ् लङ् लृङ्षडुदातः अथवा वृद्धिरेचि एव सर्वं कर्तुं शक्नोति इति कारणेन सः किमर्थं रचितवान् इति एद इति सन्दर्भे दृष्ट्वा वयं तथा चिन्तयितुं शक्नुमः परन्तु सामान्यतया तथा न भवति सर्व अन्यत्र मिस्टेकन् इम्प्रेशन् परस्मैप आत्मनेपदे एव करोति इति तथापि आत्मनेपदी धातूनामपि इकार उकारादि धातवः भवितुम् अर्हति खलु तेषामपि अत्र कार्यं भवेत् अत्र ऊहते तु आत्मनेपदी एव इच्छति परस्मैपदे एव जानामि एव किन्तु कनेक्षन् न करोमि. अस्तु, इदानीं वयं भगिनी एकः प्रश्नः अस्ति यदि समयः अस्ति तर्हि. अत्र कथं जानीमः अनुवृत्तिसहितसूत्रात् कथं जानीमः अत्र इकारस्य वृद्धिः भवति अथवा उकारस्य वृद्धिः भवति एकारस्य वृद्धिः भवति इति? अत्र सूत्रस्य अनुवृत्तिसहितसूत्रमस्ति आटः च अचि पूर्वपरयोः एकः वृद्धिः संहितायाम् अस्ति. अत्र परस्य वृद्धिः इति न लिखितमस्ति खलु? पूर्वपरयोः मिलित्वा एकः क्रियामः. सामान्यतः आकारस्य आकारस्य तु कण्ठोच्चारणं भवति खलु. कण्ठोच्चारणं सर्वेषां वर्णानां भवति. तर्हि कण्ठः तु समानः, पर इकारस्य यदि परिशीलयति आकारस्य इकारस्य इति परिशीलयति तदा इकारस्य स्थानं तालु. अतः इकारस्य अकारस्य मिलित्वा एकारः ऐकारः वृद्धिः भवति. अवगतम्? द्वयोः द्वयोः वर्णयोः विषये सावर्ण्यं पश्यतु, तदा तु वर्णद्वयस्य एव सवर्णवर्णः ऐकारः एव. ऐकारस्य स्थानं किमिति जानाति वा? ऐकारस्य स्थानं कण्ठतालु. औकारस्य कण्ठोष्ठः कण्ठोष्ठौ. अतः आकारस्य स्थानं कण्ठः, इकारस्य स्थानं तालु. अतः ऐकारस्य स्थानं कण्ठतालु. अतः ऐकारस्य अकारस्यापि सावर्ण्यमस्ति, आकारस्यापि सावर्ण्यमस्ति, इकारस्यापि सावर्ण्यमस्ति. अत्र कण्ठ इति कण्ठतालुः अकारः एव, एकारस्य अपि स्थानं कण्ठतालु, ओकारस्य अपि कण्ठोष्ठः. कण्ठोष्ठः कण्ठतालु कथं सवर्णः? सवर्णः न कि सवर्णः न एकारस्य कण्ठोष्ठः, ओकारस्य एकारस्य कण्ठतालु, ओकारस्य कण्ठोष्ठः. आम्, एकारः अस्ति, एकारस्य अकारस्य अपि साम्यम् अस्ति, इकारस्य अपि साम्यम् अस्ति. तथा यदि परिशीलयति ओकारस्य अकारस्य अपि साम्यमस्ति, उकारस्य अपि साम्यमस्ति. द्वयोः मिलित्वा यद् सवर्णं भवति तस्य एव ग्रहणं भवति. तस्य ग्रहणम् अस्तु भगिनि. अत्र सूत्रात् तु न वक्तुं शक्ष्यामि खलु भगिनि? अन्यनियमाः अत्र सः एकः वृद्धिः इति पाणिनिः वदति, परन्तु तत्र एकं परिभाषासूत्रम् अस्ति, तेन यद् साम्यम् अस्ति तस्य एव सवर्णं भवति. अस्तु भगिनि. अस्तु भगिनि, इदानीं वयं लङ्लकारस्य पूर्णतया परिशीलितवन्तः वा? अवगच्छति खलु सर्वं तत्र प्रश्नः. इदानीम् आडजादीनाम् आटश्च सूत्रस्य विषये एव प्रश्नः आसीत्. अन्यत् सर्वं तु सुलभमेव, सामा यत् पूर्वमासीत् तादृशकार्यमेव अत्र सर्वत्रापि. अनन्तरं विधिलिङ्लकारस्य शीघ्रं वदति वा किं किं भवति इति? अत्र इत इयाताम् ईरन् ईथाः इयाथाम् ईध्वम् इय ईवहि ईमहि अत्र एध अङ्गमस्ति एधायोगः ईत एधेता भवति आद्गुणः इत्यस्य कार्यमस्ति अत्र अत्र एध अत्र अकारः अन्तिमवर्णः अनन्तरं ईकारः गुणवर्णः तयोः मेलनं कृत्वा एकारः गुणवर्णः अस्ति पूर्वपरयोः परगुणवर्णः नास्ति ईकारः ईकारः गुणवर्णः अस्ति खलु भगिनि अचि अचि अस्ति अकारः आत् अस्ति आत् इत्यस्य अत्र वर्णः अस्ति ईकारः अचि अस्ति अतः गुण आदेशः भवति अकार ईकारयोः ईकारः भवति अत्र अतो गुणः इत्यस्य नीतवान् आद्गुणः अस्ति खलु अत्र अत्र अकारः अस्ति एध तस्य अकारः ई तु अच्वर्णः अस्ति पूर्वपरयोः एकः गुणः संहितायां कृत्वा अत्र एकारः भवति तत्कारणात् एधेत तथैव अन्य सर्वेषां कृते आद्गुणः एव कार्यं करोति अत्र अस्तु इदानीं भूवादिगणः इति तत्र प्रारम्भ किञ्चित् एव पठितवन्तः ह्यः इति चिन्तयामि तत्र प्रश्नाः सन्ति वा तत्र आरम्भे यत् पठितवन्तः तत्र आगामिकक्षायां परिशीलयामः वा तदेव मम चिन्तनमपि अधिकं न पठितवन्तः इति कारणेन तत्र किमपि अस्तु तर्हि विरमामः वा धन्यवादः पुनर्मिलामः धन्यवादः भगिनि भगिनि भवयोगः ईत भवेत् भव किमर्थम् ईत भवति भव कीदृशधातुः भूधातुः भू ईता न भूधातुः परस्मैपदे धातुः अस्ति भगिनि अतः ईत न भवति विधिलिङ्ग् लकारे अपि यदि धातुः परस्मैपदे अस्ति तत्र ईत न भवति किं भवति भवति प्रत्ययः इत् भवति विधिलिङ्गकारे अतः भव इत् भवेत् भवति अवगतं विधिलिङ्गकारे प्रथमं परस्मैपदि वा दात्मनेपदि वा इति विचार्य अनन्तरमेव कीदृशप्रत्ययः भवति इति विचार्य अनन्तरं संयोजनम् अस्तु पुनर्मिलामः धन्यवादः धन्यवादः धन्यवादः शुभरात्रिः शुभरात्रिः